ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति उपदायाम् अपि गुणः। तस्य प्राक् तत्र गुणविषये वयम् एतत् सूत्रम् एकं सूत्रं पठितवन्तः, यत्र धातुः अपि च अङ्गस्य अन्ते इकवर्णः अस्ति चेत् तत्र गुणः भवति इति वयं दृष्टवन्तः। यत् भू जी कृ इति धातु तत्र अन्ते इकवर्णः अस्ति, अतः तत्र केन सूत्रेण कार्यं भवति इति वदामः चेत् तत्र सूत्रमस्ति सार्वधातुक आर्धधातुकयोः। सो यस्मिन् धातौ अथवा धातु अङ्गे अन्ते इकवर्णः अस्ति चेत् तत्र प्रायशः न, तत्र केवलम् एकमेव तत्र सूत्रं कार्यं करोति। सूत्रमस्ति सार्वधातुक आर्धधातुकयोः। सार्वधातुकार्धधातुकयोः इति सूत्रे सप्तम्यन्तं पदः, अतः महर्षिणा तत् वयं जानीमः सप्तम्यन्तं पदः निमित्तं भवति कार्यस्य कृते। अनेन सूत्रेण गुणकार्यं विधीयते, तस्य गुणकार्यस्य कृते यत् निमित्तं तत् सार्वधातुक अथवा आर्धधातुक प्रत्ययः। पूर्वस्मिन् कर्पते वयं दृष्टवन्तः सार्वधातुक इत्युक्ते किम् अपि च आर्धधातुक इत्युक्ते किम्। सो महर्षिणा एकं सूत्रं दत्तं तिंशित् सार्वधातुकं। सो ये प्रत्ययाः सार्वधातुक अपि च आर्धधातुक प्रत्ययः केवलं इति संज्ञा केवलं प्रत्ययानां विषये। सो ये प्रत्ययाः तिङ्समूहे आयान्ति, सो वयं जानीमः तिङ्समूहे अष्टादश तिङ्प्रत्ययाः आयान्ति। ति आरभ्य महिङ् पर्यन्तं तत्र अष्टादश तिङ्प्रत्ययः। महर्षि अनेन सूत्रेण किं करोति, तिङ् सर्वाणि तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः इति सः सूत्रद्वारा वदति। तिङ् षित् सार्वधातुकम् इति महर्षि वदति। न केवलं तिङ् प्रत्ययः सार्वधातुक, महर्षि वदति षित् प्रत्ययः अपि सार्वधातुक प्रत्ययः। सो षित् प्रत्ययः इत्युक्ते यस्मिन् ताल्लव्यशकारः इति संज्ञकः, ते सर्वे प्रत्ययाः षित् प्रत्ययः, यथा शप्ष्णा अपि च शानच् कानच् श प्रत्ययः, ते सर्वे तेषां मध्ये शकारस्य इति भवति, अतः तेषां नाम सार्वधातुक। अनन्तरं तत्र आर्धधातुक इत्युक्ते किं वदामः चेत्, आर्धधातुकं शेषः इति सूत्रमस्ति। आर्धधातुकं शेषः इति कथनेन महर्षि किं वदति, तिङ् विहाय शित् विहाय अन्य सर्वे प्रत्ययाः आर्धधातुक प्रत्ययाः इति तेषां संज्ञा भवति। एतत् तिंशित् सार्वधातुकम् अपि च आर्धधातुकं शेषः इति सूत्रद्वयं धातोः अधिकारे आयाति। अतः अत्र किं सार्वधातुक अपि च आर्धधातुकसंज्ञा केवलं तेषां प्रत्ययानां कृते भवति ये धातु अनन्तरं येषां विधानम्। सो तत्र तद्धित् प्रत्ययः तु धातु अनन्तरं न आयाति, अतः तेषां विषये वयं सार्वधातुक अपि च आर्धधातुक इति संज्ञा न तत्र प्रयोगं न कर्तुं शक्यते। किमर्थं चेत् एते संज्ञासूत्रद्वयं धातोः अधिकारे आयाति। सो ये धातवः ये प्रत्ययाः धातु अनन्तरम् आयाति तेषाम् एव नामकरणं सार्वधातुक अपि च आर्धधातुक भवितुम् अर्हति। अनन्तरं वयं दृष्टवन्तः यः सार्वधातुक आर्धधातुकयोः इति सूत्रम् अस्ति, सूत्रं वदति इकः अङ्गस्य गुणः। सो इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रं यः अस्ति, तत्र न केवलम् इक् रूपी अङ्गस्य गुणः भवति, यथा तत्र एकं धातुः अस्ति रु इति धातुः अथवा इ इति धातुः, अनुबन्धान् लोपान् अनन्तरं तत्र केवलम् इ अवशिष्यते अपि च ऋकारः अवशिष्यते। सो तत्र एतत् सूत्रं केवलं तादृशधातूनां कृते एव न अस्ति, महर्षिः तत्र किं करोति, न केवलम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा, परन्तु इगन्ताङ्गस्य यस्य अङ्गस्य अन्ते इक् वर्णः विधीयते तत्रापि सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा कार्यं करणीयं. सो कथं जानीमः? येन विधि तदन्तस्य इति परिभाषासूत्रद्वारा. यत्र यत्र स्थानिवर्णः यस्मिन् यस्मिन् सूत्रे, अष्टाध्यायी इति ग्रन्थे यस्मिन् यस्मिन् सूत्रे स्थानिवर्णः षष्ठ्यन्तं पदः विशेषणरूपेण आयाति, विशेषणरूपेण अपि आयाति, तत्र न केवलं तस्य विशेषणस्य स्थाने विधिः भवति, परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तत्रापि कार्यं भवति. अतः न केवलम् इकः अङ्गस्य गुणः, परन्तु इघन्त अङ्गस्य गुणः भवति. अनन्तरं वयं दृष्टवन्तः इघन्त अङ्गस्य गुणः इति वाक्यं पश्यामः चेत् तत्र सम्पूर्णाङ्गस्य गुणः न भवति. तत्र अलो अनन्त्यस्य इति परिभाषासूत्रद्वारा केवलम् अन्तिम अलस्य स्थाने एव गुणः करणीयम् इति तत्र स्पष्टता भवति. सो सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते तत्र त्रीणि परिभाषासूत्राणि आवश्यकानि. एकमस्ति इको गुणवृद्धि, द्वितीयम् अस्ति येन विधि तदन्तस्य, तृतीयम् अस्ति अलो अनन्त्यस्य. किमर्थं चेत् महर्षि एतत् यः विधिसूत्रमस्ति केवलम् इक् वर्णानां कृते न तत्र एतत् निर्मितं सूत्रम्. इघन्तधातूनां तत्र बहूनि इघन्तधातवः सन्ति भुआदिगणे, अपि च तत्र चुरादिगणे अपि कानिचन इघन्तधातवः सन्ति. सो तेषां कृते एव एतत् सूत्रं कार्यं करोति, अतः कर्तुं शक्यते. अतः अत्र येन विधि तदन्तस्य इति सूत्रद्वारा तत् अवगन्तुं शक्यते. अत्र न केवलम् इकः अङ्गस्य गुणः, परन्तु अत्र इघन्ताङ्गस्य गुणः भवति. अनन्तरं वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र उपधायामपि गुणः भवति, न केवलं भू भो भवति, अपि च जी झे भवति, तत्र बुध् बोध् भवति, कर्ष कृष् कर्ष भवति, तथैव चुर् चोर् भवति. सो तत्र उपधायाम् उपधा इति यः संज्ञा अस्ति, उपधा अपि एकं पारिभाषिकशब्दः व्याकरणे. सो तत्र अलो अनन्त्यात् पूर्वम् उपधा इति तस्य संज्ञासूत्रम्. उपधासंज्ञाविधायकसूत्रं किम्? अलो अन्त्यात् पूर्वम् उपधा, अन्तिम अलपूर्वे, साक्षात् पूर्वे यः वर्णः तस्य उपधा इति संज्ञा. सो उपधायां तत्र पश्यामः, यदि उपधायां कोऽपि इक् वर्णः अस्ति तस्यापि गुणः भवति. परन्तु पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र लघुपदस्य अङ्गस्य गुणः भवति. सो तत्र लघु इति तत्र पदं दत्तं सूत्रे, पुगन्तलघुपदस्य च. वन् इस् पुगन्तमङ्गम्, अत्र च इति पदमस्ति. न केवलं पुगन्ताङ्गस्य गुणः भवति, परन्तु लघुपदस्यापि गुणः भवति अनेन सूत्रेण. सो अस्मिन् सूत्रे दलद्वयं दत्तम्, एकमस्ति पुगन्ताङ्गस्य इकः गुणः, द्वितीयमस्ति लघुपदस्य अङ्गस्य इकः गुणः, निमित्तमस्ति सार्वधातुक आर्धधातुकयोः. सो अस्मिन् सूत्रे सार्वधातुक आर्ध यः पूर्वसूत्रम् अस्ति, षट् अशीतितमं सूत्रं सार्वधातुक आर्धधातुकयोः, तस्मिन् सूत्रात् अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रस्य इति पदस्य तत्र किम् अनुवृत्तिः भवति. सो अस्मिन् सूत्रे सार्वधातुगन्त इत्युक्ते किं भगिनि? अद्य तस्य विषये चिन्तनं कुर्मः, तत्र लिखितमस्ति भगिनि पुगन्तम् इत्युक्ते किम्. सो इदानीं तत्र चर्चा कस्य विषये जाता? लघुपदस्य. प्रथमे किमर्थं चेत् तत्र पुगन्तविषये बहु न्यूनानि धातवः सन्ति, इत्युक्ते ओन्लि 2+2 4 and 1 5 and 1 6, ओन्लि षट् धातवः एव यत्र पुगन्ताङ्गस्य गुणः भवति, तत्र केवलं षट् धातवः. सो तत्तु लघुविषयः, परन्तु लघुपदस्य अङ्गस्य यः गुणः भवति अनेन सूत्रेण, पुगन्तलघुपदस्य च, तत्र बहूनि लघुपद इगुपदधातवः सन्ति. इघु लघु इघुपद इघुपदधातु वदामः चेत् इघुपद उपधायाम् इक् वर्णः यत्र वर्तते तादृशः बहूनि धातवः तत्र व्याकरणे धातुपाठे सन्ति. सो तेषां विषये तत्र प्रथमे अस्मिन् करपत्रे चिन्तनं. सो लघुपदम् इत्युक्ते किं? लघु इति लघु अपि एकं संज्ञा अस्ति व्याकरणे. तत्र सूत्रमस्ति ह्रस्वं लघुः. कृपया सर्वे म्यूट् पदे तिष्ठतु. मध्ये भगिनि शप् प्रत्ययः पुगन्त अस्ति वा? शप् प्रत्ययः पुगन्त अस्ति वा? न न पुगन्त इति यः संज्ञा अस्ति पुगन्तधातुविषये, न तु प्रत्ययविषये. यस्य धातु अनन्तरं पुक् आगमः भवति तस्य नाम पुगन्तम्. यस्य धातु अनन्तरं शप् तु प्रत्ययः. कीदृशः धातु अनन्तरं पुक् आगमः भवति इति अस्मिन् किं भगिनि? सार्वधातुकः अर्धधातुकः प्रत्ययः एव खलु? आम् सत्यम्. परन्तु सर्वे प्रत्ययाः केवल सार्वधातुक अर्धधातुकयोः दे आर् डिस्ट्रिब्यूटेड् इन् ओन्ली टु न इस् फोर् नो नो देन् वै अन्नेसरिलि पुट् सार्वधातुक अर्धधातुकयोः आल् धातुक इट् अप्लैस् नो दट् अनन्तरं तत्र सार्वधातुकविषये अपि तत्र किं केटगरैजेशन् भवति इत्युक्ते सर्वे सार्वधातुक् इति तु सि सार्वधातुक अर्धधातुकयोः इति सूत्रं सामान्यसूत्रम् इत्युक्ते जनरल् रूल् इट् अप्लैड् शृणोतु. सो धातुः अनन्तरं यत् वाट् डस् दिस् इण्डैरेक्ट्लि मीट् धातुः अनन्तरं या यत् किमपि प्रत्ययः आयाति तत्र गुणः भवति वा इति तत् प्रश्नः. सत्यं. किमर्थं चेत् धातु अनन्तरं ये प्रत्ययः आयान्ति ते ऐदर् सार्वधातुक् और् आर्धधातुक्. सूत्रं वदति धातुः अनन्तरं सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः भवति चेत् तत्र गुणः करणीयम् इति सामान्यसूत्रम्. सो धातु अनन्तरं यत्किमपि प्रत्ययः आयाति तत्र तु गुणः शुड् हेपन् शुड् हेपन् सत्यं सत्यं समीचीनं. तत्र यः चिन्तनम् अस्ति तत् समीचीनं. परन्तु अनन्तरं महर्षि किं करोति? अष्टाध्यायी इति ग्रन्थे शैली किम् अस्ति? महर्षि प्रथमे सामान्य वदति सामान्यनियमः कः, अनन्तरं तस्य सामान्यनियमस्य आधारेण सः तत्र विशिष्टसूत्राणि अपि तत्र सः तत्र स्थापितम्. सो अनन्तरं किं भवति? यः सार्वधातुक् प्रत्ययः अस्ति तस्य द्विभागं सः करोति, सार्वधातुक् पित् अपि च सार्वधातुक् अपित्. तथैव आर्धधातुक् प्रत्ययविषये सः किं करोति? चत्वारि तत्र विभागाः तत्र सन्ति. सो प्रत्येकस्य आर्धधातुक् प्रत्ययस्य परे अस्ति चेत् तत्र गुणः न भवति. कित्नित् अस्ति चेत् गुणस्य कृते निषेधः. कोऽपि अन्य अणित् अस्ति चेत् तत्र प्रथमे तु वृद्धिः अनन्तरं गुणः. सामान्य अर्धधातुक् प्रत्ययः अस्ति चेत् इत्युक्ते यः कितना, यः नितना, यः अणितना, यः अणितना अस्ति तत्र एव गुणः भवति. सो अनन्तरं प्रथमे सः सामान्यसूत्रं वदति. सो बहुषु स्थलेषु केवलं सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा तत्र कार्यं भवति. अनन्तरं हि डस् द विशिष्टकार्यं सार्वधातुक्. तत्र सार्वधातुकविषये अपि तत्र किं पश्यामः? पित्वा अपित्वा. सो पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति. सो केन सूत्रेण जानीमः सार्वधातुक अपित् सूत्रम् अस्ति? अपित् अस्ति चेत् तत्र गुणः निषेधः इति अग्रे आयास्यति. इदानीं तु वयं सामान्यगुणसूत्र गुणविधायकसूत्राणि यानि सन्ति व्याकरणे तेषां विषये चर्चा इदानीं जाता. सो सार्वधातुक आर्धधातुकयोः इति औत्सर्गिक सूत्रम्. औत्सर्गिक वदामः चेत् इट् इस् अ जनरल् प्रिन्सिपल् देट् वनमन् इघन्ताङ्गस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति तत्र एतत् सूत्रस्य प्रसक्तिः भवति. सूत्रम् आगत्य वदति अहम् अत्र कार्यं कर्तुं शक्यते, परन्तु तस्य साक्षात् अनन्तरं तत्र विशिष्टसूत्रद्वारा तत्र कोऽपि अन्यत् सूत्रम् आगत्य वदति नो यु केनाट् डु गुणिकार्यं हियर् बिकास् दिस् सार्वधातुक् प्रत्ययः इस् लैक् दिस्. सो अत्र गुणस्य कृते निषेधः. सो विशिष्टसूत्राणि अग्रे आयास्यति. चिन्तनं तु समीचीनम्. इत्युक्ते किमर्थं महर्षिणा वदति धातु अनन्तरं यत्किमपि प्रत्ययः आयाति तत्र तस्य गुणः करणीयं, परन्तु पाणिनिमहर्षि वदति सार्वधातुक् आर्धधातुकयोः सार्वधातुक् प्रत्ययः अपि च आर्धधातुक् प्रत्ययः परे अस्ति चेत् धातोः गुणः भवति. अपि न केवलं धातोः गुणः भवति, एतत् सूत्रम् अङ्गस्य अधिकारे आयाति. सो तत्र भिन्नभिन्नसोपानेन मध्ये अन्यप्रत्ययानां विधानमपि भवति. तिङ्प्रत्ययस्य प्राक् तत्र विकरण आयाति, कुत्रचित् घनविकरणप्रत्ययः आयाति, कुत्रचित् लकारनिमित्तप्रत्ययः आयाति. यथास्य तास् ते अपि प्रत्ययाः ते, परन्तु ते लकारनिमित्तप्रत्ययाः, लकार लकारस्य उपस्थित्यां तत्र तेषां विधानं भवति. सो विकरणप्रत्ययः अपि द्विविधा, घनविकरणप्रत्ययः लकारनिमित्त विकरणप्रत्ययः. सो तत्रापि कुत्र गुणः भवति इत्युक्ते इदानीं तत्र चिन्तनं किं, सर्वे सार्वधातुक् प्रत्ययः अनन्तरं गुणः न भवति, अपि च सर्वाणि आर्धधातुक् प्रत्ययः निमित्तीकृत्य तत्र गुणः न भवति. कानिचन आर्धधातुक् प्रत्ययः सन्ति यत्र गुणस्य कृते निषेधः, तत्र गुणः न भवति. सो तत्तु विशिष्टसूत्रं, विशिष्टसूत्रम् अग्रे आयास्यति. अस्तु भगिनि, सो इदानीं लघुपदस्य विषये. सो लघुपदम् इति वदामः चेत् लघु इति एकं पारिभाषिक शब्दः. लघु इत्युक्ते किम् इति वी शुड् नो वाट् इस् लघु, देन् ओन्ली वी केन् अप्लै दिस् सूत्रम्. सो तत्र एकं सूत्रमस्ति व्याकरणे, ह्रस्वं लघुः. सो ह्रस्वम् इति वयं जानीमः, ह्रस्व दीर्घः प्लुत् एते तत्र ये संज्ञा सन्ति केवलं स्वराणां विषये. सो लघु इत्युक्ते ह्रस्व. ह्रस्वस्वरस्य एकत् अन्यत् नामम् अस्ति लघु इति, तत्र तस्य नाम. सो लघुपदस्य च इति सूत्रेण अत्रापि अस्मिन् सूत्रे अपि पुगन्तलघुपदस्य च अङ्गस्य विषये दत्तं, न तु अत्र निमित्तं दत्तं, न अत्र स्थानीवर्णः दत्तम्. अनेन अनेन सूत्रेण विधिकार्यं तत्र भवति, गुणविधि भवति अनेन सूत्रेण. सो यस्मिन् सूत्रे गुण अपि च वृद्धिविधायकसूत्रे स्थानीवर्णः न दत्तं, तत्र एकं परिभाषा सूत्रम् आगत्य सहायता करोति. अत्र कः परिभाषा, इको गुणवृद्धि इति सूत्रम् आगत्य वदति, यद्यपि अत्र गुणः विधि भवति इत्युक्ते अत्र स्थानीवर्णः न दत्तम्, अतः अत्रापि इकः इति स्थानी भवति. इक् प्रत्याहारे इ ऊरुलु एते चत्वारि वर्णाः आयान्ति, अतः अत्रापि लघुपदस्य अङ्गस्य इकः गुणः भवति. सो लघुपदस्य यः अङ्गं लघुपदम् अस्ति, लघु उपदा अपि अस्ति अत्र, अत्र दीर्घ अत्र दृश्यतु लघु इति अस्ति, परन्तु ह्रस्वं लघु इति तत्र ह्रस्व उकारः. सो अत्र लघु योग उपदा इति यदा भवति तत्र दीर्घसन्धि भूत्वा लघुपदं भवति. सो लघुपदस्य उपदायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः अनेन सूत्रेण. कदा, अत्रापि सार्वधातुक् आर्धधातुकयोः परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः आयाति चेत् एतत् सूत्रमपि सामान्यकार्यस्य कृते निर्देशं भवति. सो लघुपदस्य अङ्गस्यापि तत्र गुणः भवति यदा तस्य परे तस्य साक्षात् अनन्तरं कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः आयाति इति सूत्रस्य अर्थः. वयं दृष्टवन्तः तत्र यः लघुकथा अस्ति तत्र कथं बुद् इति धातुः कथं बोधति भवति. सो तत्र उपदायां ह्रस्व उकारः अस्ति, ह्रस्व उकारः इक् वर्णः, अतः तत्र उगन्तलघुपदस्य च इति सूत्रद्वारा उकारस्य ओकारः भवति. वयं जानीमः गुणवर्णः तु उकारस्य स्थाने तु केवलम् ओकारः एव आगन्तुं शक्यते. सो तत्र बोध् भवति, अनन्तरं शप्रत्ययस्य अ अपि च ति, सो बोधति इति रूपम्. इदानीं तत्र पूर्वस्मिन् वर्गे वयं तत्र पूर्णकथा पठितवन्तः वा न? चेतन भगिनी वयं पठितवन्तः. इदानीं सूत्रस्य विषये पुगन्तलघुपदस्य च एतत् परिच्छेदमपि पठितवन्तः वा न? आं भगिनि. अस्तु अस्तु. सो लघुपदस्य यः पुगन्तलघुपदस्य च इति सूत्रद्वारा यः तत्र गुणः गुणकार्यस्य अत्र निर्देशम् अस्ति. न केवलं लघुपदस्य अङ्गस्य एकः गुणः भवति, परन्तु पुगन्ताङ्गस्य एकः गुणः अपि भवति. सो पुगन्तं किम् इति तत्र अग्रे दत्तं, पूर्णसूत्रार्थे तत्र पुगन्तं विषये अपि दत्तम् अस्तु. इदानीं तत्र पूर्ण यः अत्र आम् एतत् तत्र के कानिचन बिन्दवः एतत् अपि पठितवन्तः अहं चिन्तयामि. एते बिन्दवः अपि आम् आम् सत्यं सत्यं. सो लघुपदस्य इति वयं दृष्टवन्तः लघ्वी उपदा अन्यानि उदाहरणानि तदपि आम् एक्सर्सैज् अस्तु अस्तु. सो एते सर्वे धातवः भुआदिगणस्य धातवः. सो एते सर्वे इगुपदधातुः. एताश यथा वयम् इगन्तधातु वदामः तथैव एतादृशः धातुः यत्र उपदायां ह्रस्व इक् वर्णः वर्तते तेषां नाम अस्ति इगुपदधातुः. इग् इत्युक्ते तत्र ककारस्य इक् प्रत्याहार ककारस्य ग इति जषत्व भूत्वा तत्र इग्. सो इगुपदधातुवः एते सर्वे इगुपदधातुवः. सो इगुपदधातु विषये तत्र केन सूत्रेण कार्यम् इत्युक्ते पुगन्तलघुपदस्य च. किमर्थं चेत् अत्र उपदायां लघु इक् वर्णः शुच् कृष्य कृष् सर्वेषु धातुषु तत्र उपदायाम् अन्तिम अलपूर्वे यः वर्णः तस्य उपदा इति संज्ञा. अलो अन्त्यात् पूर्वम् उपदा इति संज्ञा. सो एते सर्वे पुगन्तधातु इगुपदधातुवः. अपि च भुआदिगणे वयं जानीमः सार्वधातुक् प्रत्ययः शप् मध्ये आयाति. शप् शप् शित्वात् सार्वधातुकं पित् अपि अस्ति. अतः भुआदिगणे प्रथमगणे यः विकरणप्रत्ययः तस्य निमित्तीकृत्य तत्र कोऽपि गुणस्य कृते बाधा न भवति. देट् इस् वै अस्मिन् करपत्रे बहूनि भुआदिगणस्य धातवः एव सन्ति. किमर्थं चेत् तत्र धातौ तत्र विकरणप्रत्ययनिमित्तीकृत्य कोऽपि बाधा गुणस्य कृते गुणकार्यस्य कृते कोऽपि बाधा न भवति. अतः अत्र सर्वाणि इगुपदधातवः भुआदिगणस्य तत्र दत्तानि. अस्तु, इदानीं वयं दृष्टवन्तः पुष्पोष् भवति, घृष् घर्ष भवति, घुष् घोष् भवति. सो अत्र यः परिवर्तनं दृश्यते तस्य कृते तत्र कारणं किं? पुगन्तलघुपदस्य च इति सूत्रमेव कारणं. सो अनेन सूत्रेण अत्र गुणकार्यं विधीयते. किमर्थं चेत् महर्षिः वदति लघुपदस्य अङ्गस्य एकः गुणः. सो प्रथमे अत्र उपदायां कः वर्णः तद् द्रष्टव्यं. रस् लघु अस्ति वा नास्ति, आम् अस्ति. अपि च तत्र तस्य परे यः सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति वा नास्ति, अस्ति चेत् गुणः भवति. सो तत्र एतत् सर्वं वयं दृष्टवन्तः. आम्, इदानीं तत्र अत्र न प्रसक्ति, अत्र न प्रसक्ति यः इति दत्तं. दिस् इस् वेरि इम्पार्टेण्ट्, यु नीड् टु अण्डर्स्टाण्ड् दिस् बिकास् दिस् विल् हेल्प् इन् फ्यूचर् सूत्रस्. अत्र न प्रसक्ति इत्युक्ते भुआदिगणे वयं दृष्टवन्तः भुआदिगणे सामान्यतया धातुः इगन्तम् अस्ति वा अथवा इगुपदस्ति, तत्र सामान्यतया तत्र गुणः भवति भुआदिगणे. परन्तु अत्र लिखितमस्ति गुणस्य प्रसक्ति कुत्र कुत्र नास्ति. गुण यद्यपि सार्वधातुक् अर्धधातुः यथा भगिनी न उक्ता, धातुयोगसार्वधातुक अथवा अर्धधातुक कुर्मः चेत् तत्र सूत्रद्वारा तु गुणः शुड् हेपन् बट् कुत्र कुत्र तत्र गुणः न भवति. परन्तु अत्र किं लिखितमस्ति, अत्र न प्रसक्ति. प्रसक्ति इत्युक्ते तत्र सूत्रमेव न आगन्तुं शक्यते, सूत्रस्य प्रसक्तिः एव न भवति. प्राप्ति भवति वा न भवति तत्तु भिन्नविषयः, परन्तु अत्र लिखितमस्ति अत्र न प्रसक्ति. कुत्र कुत्र प्रसक्ति न भवति, कस्य प्रसक्ति? सूत्रस्य प्रसक्ति. सूत्रं तत्र आगन्तुं कार्यं कर्तुं शक्यते वा न शक्यते? यथा वयं दृष्टवन्तः लिखयोग श भवति. लिख् इति हि लघु इगुपदधातुः. लिख् इति धातुः तत्र उपधायां ह्रस्व इक् वर्णः, इकारः अस्ति. परन्तु लिख् इति धातुः तुदादिगणे अस्ति, तत्र तुदादिभ्यः शः इति सूत्रेण तत्र मध्ये श इति विकरणप्रत्ययः. श अपि शित् अस्ति, सो शित्वा तु सार्वधातु. सो लिख् योग श यदा भवति तत्र गुणः शुड् हेपन्, बट् वी सा देट् गुणः डस् नाट् हेपन् ओवर् द तत्र लिखति इति रूपं, न तु लेखति इति रूपं. लटीरूपं किम् अस्ति? लिखति, न तु लेखति. सो तत्र यद्यपि धातुयोग सार्वधातुप्रत्ययः भवति, तथापि तत्र पुगन्तलघुपदस्य च इति सूत्रद्वारा गुणः न भवति इति तु किञ्चित् तत्र पुगन्तलघुपदस्य च इति अपवादं दृश्यते. तत्र किमर्थं न भवति? सूत्रं तु वदति लघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः, तथापि तत्र गुणः न भवति. परन्तु इदानीं तस्य विषये अहं मया किम् उक्तं, किमर्थम् उक्तम् इत्युक्ते लिखयोगश्च यदा भवति तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्ति अस्ति, तत्र अस्ति प्रसक्ति, परन्तु प्राप्ति न भवति. किमर्थं चेत् भिन्न एकम् अपवादसूत्रम् आगत्य वदति नो यू केन् नाट् डू गुना ओवर् हियर्. यद्यपि अत्र पुगन्तलघुपदस्य च इति सूत्रम् आगत्य तत्र वदति ऐ विल् डू द गुना ओवर् हियर्, बट् स्टिल् सम् अदर् विशिष्टसूत्रम् आगत्य वदति नो यू केन् नाट् डू गुना. सो कुत्र कुत्र सूत्राणां प्रसक्ति अस्ति इति अस्मिन् तत्र बिन्दुत्रये दत्तम् अस्तु. इदानीं प्रारम्भं कुर्मः. कः अथवा का पठितुम् इच्छति? चेतन भगिनी पठितुम् इच्छति वा भगिनी? पठतु. अत्र न प्रसक्तिः, धातोः स्वरः इक् प्रत्याहारे च उपधायां च किन्तु दीर्घः, तत्र गुणः असम्भवः. उपधायां इक् अस्ति परन्तु दीर्घ इक् अस्ति चेत् गुणः न भवति. जीव् जीवति, क्रीड् क्रीडति, क्षीव् क्षीवति, मील् मीलति इति. किञ्चित् प्रष्टुमिच्छामि. जीव् इति यः अस्ति, जीव् क्रीड् क्षीव् मील् एते सर्वे भुवादिगणस्य धातवः. सो अत्र जीव् योग शप् योग ति भवति. अस्तु. सो इदानीं जीवयोग शप् योगति यदा भवति तत्र पुगन्तलघुपदस्य च अथवा सार्वधातुक अर्धधातुकयोः इति सूत्रद्वयस्य प्रसक्ति अस्ति वा? पुगन्त लघुपदस्य च सूत्रस्य प्रसक्ति नास्ति. किमर्थम् इत्युक्ते उपधायां लघुपद नास्ति, दीर्घ अस्ति. तथैव अत्र इगन्तमङ्गमपि नास्ति. सो अत्र जीव योग शप् योगति अथवा क्रीड् योग शप् योगति यदा भवति नैदर् द सार्वधातुक अर्धधातुक इति केन् क्लेम् देट् ऐ केन् डू द गुणकार्य ओवर् हियर्. सिमिलर्लि पुगन्त लघुपदस्य च इति सूत्र केनाट् क्लेम् देट् ऐ केन् डू द गुणकार्य ओवर् हियर्. किमर्थं चेत् महर्षि वदति लघुपद अङ्गस्य, लघुपद इकवर्णस्य साक्षात् सः वदति. अत्र कोऽपि भ्रमः एव नास्ति. सो अत्र सूत्रद्वयस्य प्रसक्ति एव नास्ति. वेन् वि से प्रसक्तिः, प्राप्ति इस् भिन्नं, प्रसक्ति इस् भिन्नं. वि शुड् डिफ्रेन्शियेट् बिट्वीन् दीस् टु पदास्. प्रसक्ति इत्युक्ते अत्र सूत्रम् आगत्य कार्यं कर्तुं शक्यते वा न शक्यते, देट् इस् प्रसक्तिः. अनन्तरं कार्यं भवति वा न भवति, देट् इस् भिन्नविषयः. परन्तु सूत्रम् अत्र आगन्तुं शक्यते वा न शक्यते, देट् इस् प्रसक्ति. सो अत्र न तु सार्वधातुक अर्धधातुकयोः इति सूत्रम् आगत्य तत्र क्लेम् कर्तुं शक्यते ऐ विल् डू द गुणकार्यं, नार् अत्र पुगन्तलघुपदस्य च इति सूत्रम् आगत्य तत्र वक्तुं तत्र तत्र यः तस्य यः बलः अस्ति कि ऐ विल् डू द गुणः. सो अत्र सूत्रस्य प्रसक्तिः एव नास्ति. फर्गेट् अबौट् वेदर् गुण हेपन्स् आर् नाट् हेपन्स्. वेन् सूत्रस्य प्रसक्तिः एव नास्ति तत्र गुणः तु भवितुमेव न अर्हति, तत्र गुणः न भवति. सो जी केवलं वर्णमेलनं भवति, किमर्थं चेत् अत्र सूत्राणां प्रसक्तिः एव नास्ति. अस्तु, डिड् यू गाट् द पायिण्ट्? द सेकेण्ड् पायिण्ट् ऐ गाट् भगिनि. परन्तु इनिशियलि बिकास् देर् इस् जि प्लस् तिप् सार्वधातुकं तिंशत् सार्वधातुकं विल् अप्लै. नो, वै डू वी अप्लै तिंशत् सार्वधातुकं? बिकास् इन् लट् लकारः इट् बिकम्स् जि प्लस् तिप्. सो पकारस्य इक्संज्ञकः भवति, परन्तु जि प्लस् ति विल् रिमेन्. देन् तिंशत् सार्वधातुकं will apply, no? Before forward. So we should know why should we apply this sangya sutram? Sangya sutram to kopi karyam na karoti na. Sangya sutram kevalam pratyasya api cha dhatuhu api cha yatkim api madhya ayati tatra tasya sangya tatra nirdesham karoti. So tip iti pratyaha sarva dhatu pratyaha. So why should we will apply that? Because of tingshit sarvadhatukam, this tip pratyaha is sarvadhatuk pratyaha. So why should we know that whether this is a sarvadhatuk or ardhadhatuk pratyaha? What is the karanam for that, for knowing that this is a sarvadhatuk pratyaha? Because kartri shabd can be applied only to sarvadhatuk. Satyam, satyam, satyam, sadhu. Satyam. So tatra यदा तत्र धातुयोगः सार्वधातुक कर्तर्थक सार्वधातुक प्रत्ययः भवति तदा एव मध्ये शप् आगन्तुं शक्यते. सो तिंशित् सार्वधातुकम् इत्यनेन इदानीम् अहं जानीमः तिप् इति प्रत्ययः सार्वधातुक प्रत्ययः. अतः तत्र तस्मिन् सोपाने कस्य सूत्रस्य प्रसक्तिः? कर्तरि शप् सार्वधातुके. सत्यम्. सो जीव् इति धातुः भुवादिगणस्य धातुः, तत्र भुवादिगणस्य विषये महर्षि किमपि विशिष्टविकरणप्रत्ययस्य विधानं न कृतम्, अतः प्रथमगणे तत्र शप् एव तिष्ठति. कर्तरि शप् सार्वधातुके इति सामान्यसूत्रम्. अनन्तरं दिवादिभ्यः शन्, स्वादिभ्यः श्नु, तनादिकृन्भ्यः उः, ते विशिष्टसूत्राणि. परन्तु कर्तरि शप् सार्वधातुके किं वदति? सार्वधातुक यत्किमपि धातुः, ये औपदेशिकधातवः सन्ति येषां विषये अहं गणपाठं निर्मितम्, इत्युक्ते महर्षि येषां विषये गणपाठनिर्मितं, गण इत्युक्ते दशसु गणेषु, तत्र पाणिनिधातुपाठः दशसु गणेषु विभक्ताः. सो औपदेशिकधातुयोगसार्वधातुप्रत्ययः यत्र यत्र भवति तत्र तत्र शप् मध्ये आयाति. सत्यम्. सो अत्र वी आर् डिस्कसिङ्ग् बिकास् वी आर् डिस्कसिङ्ग् अबौट् सार्वधातुक अपि च पुगन्तलघुपदस्य च प्रसक्ति कुत्र नास्ति. सत्यम्. सो जीवयोगत्यप् यदा भवति तत्र तिंशित् सार्वधातुक इत्यनेन त्यप् इति प्रत्ययः सार्वधातुक, अतः मध्ये तत्र शप् आयाति. भुवादिगणस्य धातु अस्ति, तत्र अष्टाध्यायी इति ग्रन्थे भुवादिगणस्य कोऽपि विशिष्टविकरणप्रत्ययः न दत्तं महर्षिणा, अतः तत्र शप् एव तिष्ठति. इदानीम् अनन्तरं तत्रापि शप् विषये अपि तिंशित् सार्वधातुकम् इत्यनेन शप् इति शित्वात् सार्वधातुकं, परन्तु तत्र एतत् वदनस्य तत्र कोऽपि आवश्यकता एव नास्ति. किमर्थं चेत् अङ्गम् इगन्तं नास्ति, अङ्गं लघुपदम् अपि नास्ति, अङ्गं पुगन्तम् अपि नास्ति. इत्युक्ते जीवधातु अनन्तरं तत्र पुग् आगमः न भवितुम् अर्हति. तत्र सूत्रद्वारा एव पुग् आगमः भवति. सो चेकिङ्ग् दीस् थ्री कण्डिशन्स्, बेस्ड् आन् दीस् थ्री कण्डिशन्स्, इगन्तं नास्ति, लघु युगपद नास्ति, पुगन्तम् अपि नास्ति, तत्र एतत् सूत्रद्वयस्य प्रसक्ति. दीस् सूत्रस् केनाट् कम् ओवर् हियर् टु क्लेम् द कार्य. देट् इस् वै अत्र लिखितमस्ति अत्र न प्रसक्ति. कस्य प्रसक्ति? गुणसूत्राणां प्रसक्ति अत्र न भवति. अवगतं वा भगिनि? आं भगिनि. सो यत्र यत्र वेर् एवर् वी आर् अप्लैङ्ग् संज्ञासूत्रं दियर् वै वी आर् अप्लैङ्ग् संज्ञासूत्रं टु नो विच् टैप् आफ् प्रत्ययः इस् दियर् नाट् फार् द कार्य नाट् विधि विधिकृते तत्र संज्ञासूत्रं नास्ति. अस्ति परन्तु तत्र की यदा वयं संज्ञासूत्रं वदामः तिंशत् अथवा अर्धधातुकं शेषः ते तत्र किं भवति? प्रत्ययस्य स्वभावः कः? आर्धधातुक वा सार्वधातुक वा? सो तत्र भिन्नसूत्राणां तत्र अनन्तरं प्रसक्तिः भवति. अस्तु, इदानीं द्वितीयबिन्दुः अपि पठतु. धातौ स्वरः उपधायां किन्तु इक् नास्ति, तत्र गुणः असम्भवः. एज् एजति एकारः इक् प्रत्याहारे नास्ति. इक् प्रत्याहारे इ उ ऋ चत्वारि वर्णान् वर्णाः सन्ति. ए इक् प्रत्याहारे नास्ति, अतः गुणस्य प्रसक्तिः नास्ति. देट् वी शुड् यूस् द प्रापर् वर्ड्. गुणस्य प्रसक्तिः एव अत्र नास्ति. धातौ गुणस्य प्रसक्ति, धातौ इस् कीदृशपदम्? इन् द धातुः, इन् द धातुः अत्र धातु एव अङ्गम् अस् भवति. श एज् अपि भुवादिगणस्य धातुः, एज् योग शप् योग ति. सो अत्र अलो अन्त्यात् पूर्वम् उपधा इति सूत्रेण एकारः स्वरः, स्वरः उपधायाम् अस्ति परन्तु इक् वर्णः नास्ति. अच् अस्ति परन्तु इक् वर्णः नास्ति. अतः अत्रापि उपधायाम् इक् वर्णः अस्ति, स्वरः केवलम् उपधायां स्वरः अस्ति इति न द्रष्टव्यम्. उपधायाम् इक् वर्णः अस्ति वा, स च इक् वर्णः लघु अस्ति वा नास्ति. अत्र अच् अस्ति परन्तु दीर्घ अस्ति, इक् अपि नास्ति. अतः अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति. अत्र सूत्रम् आगन्तुं कार्यं न कर्तुं शक्यते. अतः अत्र एज् योग अयोगति एजति एव रूपम्. अस्तु, इत्युक्ते द्वितीयबिन्दु. आम्, तृतीयमपि पठतु. धातौ ह्रस्वः इक् वर्णः अस्ति किन्तु उपधायां न स्थितः, तत्र गुणः असम्भवः. उदाहरणं निन्द, निन्दति नकारः उपधा संज्ञकः, इकारः उपधायां नास्ति. हिंस, हिंसति अनुस्वारः उपधायां. भिक्ष, भिक्षते ककारः उपधायां. मुण्ड, मुण्डति नकारः उपधायाम्. उपधायाम् इक् वर्णः नास्ति चेत् गुणस्य प्रसक्ति नास्ति. उदाहरणम् अत्र भिन्नचिन्तनम् इत्युक्ते धातौ इक् वर्णः अस्ति, निन्दितधातौ तत्र इक् वर्णः श्रूयते, स च लघु इक् वर्णः अस्ति, इकारः लघु इक् वर्णः, परन्तु उपधायां नास्ति. बिकास् हि इस् सेम् लघु उपदस्य उपधा अङ्गस्य गुणः. हि इस् नाट् सेम् केवलं लघु इक् वर्णस्य गुणः. बट् फार् पुगन्त इट् इस् डिफ्रेण्ट्. सि पुगन्त अङ्गस्य इकः गुणः इस् डिफ्रेण्ट् and lagupadasya angasya ikah gunah is different. There are two things that he is saying that we will come later. So atra धातौ केवलं न द्रष्टव्यम् इकवर्णः अस्ति वा नास्ति. यद्यपि अत्र ह्रस्व इकवर्णः अस्ति तथापि अत्र सूत्रस्य प्रसक्तिः नास्ति. किमर्थं चेत् उपदायां नास्ति, कुत्रचित् अन्यत्र अस्ति परन्तु उपदायां नास्ति. वदतु, हिंस विषये वदतु. हिंस सकारः अन्तिमवर्णः, उपदायाम् अनुस्वारः अस्ति, अतः गुणः न भवति. वाट् वि ऐ डोण्ट् नो वेदर् ऐ टाट् यु आर् नो. फस्ट् तत्र स्वराः अ आरभ्य औपर्यन्तम्, अनन्तरम् अयोगिवाः, अनुस्वारः अपि च विसर्गः, अनन्तरं तत्र क आरभ्य ह पर्यन्तं सर्वाणि व्यञ्जनानि. अनुस्वार अपि च विसर्गः, ते अपि वर्णाः. दे आर् वेन् वि से अनुनासिक् देट् इस् अ प्रभेद आफ् स्वरः आर् व्यञ्जनस्य. परन्तु वेन् वि से अनुस्वार देट् इस् अ डिफ्रेण्ट् वर्णः. तथैव विसर्गः इस् अ डिफ्रेण्ट् वर्णः. सो ये अयोग्यवाः सन्ति व्याकरणे ते भिन्नवर्णाः. Neither they are swaras nor they are vyanjanani. So they are also kim varnaha. So atra kah varnaha upadayam itukte anuswaraha upadayam. So atra ik varnaha asti, lagu api asti, parantu upadayam nasti. So upadayam sthitasya rasva ik varnasi eva gunaha kena sutrena puganta lagupadasya cha iti sutrena. All the conditions should fulfill, then only sutra can come and claim that I can do the karya over here. Otherwise tatra sutrasya prasakti eva nasti. Bhikshu vishaye tatra varnanam kramah vadatu bhagni. Bhikshu bh yoga I yoga k yoga murdhaniya shakarah shakarah अन्तिमवर्णः अस्ति, उपदायां ककारः अस्ति, सत्यं सत्यं. साधु भगिनि, अत्र क्ष इति यः अस्ति व्यञ्जनानाम् अत्र तत् किम् अस्ति, ककारः षकारस्य अत्र संयोगः अस्ति, अतः अत्रापि उपदायां ह्रस्वैकवर्णः नास्ति, उपदायाम् अत्र ककारः वर्तते, अतः अत्रापि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः नास्ति. तथैव मुण्डविषये, मुण्डविषये वदतु. मुण्डति मुण्ड उपदायां नकारः अस्ति, अतः इक्वर्णः नास्ति. सत्यं, सो धातुयोग भुवादिगणे एतादृशः धातुवः अस्ति चेत् तत्रापि गुणस्य प्रसक्तिः न भवति. सो गुणस्य प्रसक्तिः कदा भवति? इगन्तमङ्गम् अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा कार्यम्, अपि च उपदायां ह्रस्व इकवर्णः अस्ति चेत् तत्रापि पुगन्तलघुपदस्य च इति सूत्रद्वारा कार्यम्. दीस् आर् द टू सामान्य सूत्रास् फार् गुणकार्यम्. एतत् द्वौ सूत्रद्वारा एव तत्र गुणकार्यं स्तः. सो तत्र अनन्तरं तत्र विशेषः वदति. इदानीं तत्र पूर्ण धन्यवादः भगिनी, सम्यक्तया उक्तवती. इदानीं पूर्णसूत्रार्थः अस्तु. अग्रे कः पठितुम् इच्छ मञ्जरी भगिनी पठितुम् इच्छति वा भगिनि? अहं पठामि. लघुपदस्य च सप्तमे अध्याये तृतीये पादे षष्ट अशीतिः सूत्रम्, पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपधा अस्य तत् लघुपदं. पुगन्तस्य लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ठन्तम् अपदं च अव्ययपदं द्विपदमिदं सूत्रम् मिदेर्गुणः सप्तमे अध्याये तृतीये पादे द्वा अशीतिः सूत्रम् इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यतेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः ध्येयं सूत्रस्य विषये प्रथमे तत्र सूत्रस्य विषये वदतु सूत्रस्य कः अर्थः स्वस्य शब्दैः वदतु भगिनि उगन्तलघुपदस्य च इत्युक्ते लघुपदं लघुपदम् इत्युक्ते ह्रस्व अत्र लिखितमस्ति लघ्वी उपदा यस्य तत् पुक् अन्ते यस्य तत् पुगन्तं लघ्वी यस्य तत् लघुपदं लघ्वी उपदा यस्य उपदाय लघ्वी अस्ति लघ्वी उपदा यस्य तत् लघुपदम् उगन्तलघुपदस्य समाहारद्वन्द्वः भूत्वा उगन्तलघुपदस्य इति पदं प्राप्तं तत्र उगन्तलघुपदस्य इति षष्ठ्यन्तं पदं तथा तत् पदं स्थानी भवति सत्यं हा निदेर्गुणः इति सूत्रेण गुणः गुणः इति इत्यस्य अनुवृत्तिः इत्यस्य पदस्य अनुवृत्तिः गुणः इति पदस्य अनुवृत्तिः सार्वधातुक अर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इति सूत्रेण इकः गुणवृत्तिः इति सूत्रेण इकः स्थानी भवति तथा अनुवृत्तिसहितसूत्रमस्ति उगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति पूर्णसूत्रं सूत्रं किं वदति सूत्रस्य कः अर्थः उगन्तलघुपदस्य षष्ठ्यन्तं तथा तत्तु सत्यम् इदानीं तत्र भवती किम् अवगतवती तत् वदतु हा लघुपदे इकः वर्णः अस्ति चेत् तत्र तस्य गुणः भवति कदा सार्वधातुक अर्धधातुकयो धातुकप्रत्ययः अस्ति चेत् कुत्र अस्ति परे अस्ति परे अस्ति सार्वधातुक अर्धधातुकयोः इति सप्तमी अन्तं पदः परनिमित्तं पूर्वकार्यं सप्तमी अन्तं पदः अत्र पूर्वसूत्रात् सम्पूर्णसूत्रस्य अनुवृत्तिः अत्र भवति पूर्ण अनुवृत्तिः सम्पूर्णसूत्रस्य अनुवृत्तिः अत्र भवति अस्मिन् सूत्रे किमर्थं चेत् अत्रापि निमित्तरूपेण सार्वधातुक अथवा अर्धधातु अत्र दत्तमस्ति सार्वधातुके अर्धधातुके अत्रापि सप्तमी दत्तं भिन्नभिन्न पदेन तत्र सप्तमी दत्तं परन्तु महर्षिणा अत्र सप्तमी द्विवचनं दत्तं सो अत्र सो न केवलं लघुपदस्य अङ्गस्य एकः गुणः अपि च पुगन्तलघुपदस्य उगन्तस्य आम् उगन्त अङ्गस्य एकः गुणः. सो अत्र वी केन् डिस्ट्रिब्यूट् दिस् सूत्र इन् टू सेण्टेन्सेस्. वन् इस् पुगन्ताङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः बिकास् अत्र च इति अव्ययपदम् अस्ति. सेकेण्ड् इस् लघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः. इदानीं तत्र चर्चा कस्य विषये जाता? लघुपदस्य अङ्गस्य एकः गुणः, बिकास् पाणिनिधातुपाठे बहूनि तत्र धातवः लघुपदधातवः बहूनि सन्ति, यत्र उपधायाम् इकः अस्ति. सो अत्र समाहारद्वन्द्वः लिखितमस्ति, पुगन्तलघुपदम् इति समाहारद्वन्द्वः. वयं जानीमः द्वन्द्वसमासे तत्र यः पदद्वयं येषां द्वन्द्वः तत्र कृतं तेषां समानतया तत्र किं प्राधान्यं वर्तते. यथा पुगन्तस्य प्राधान्यं तथैव लघुपदस्यापि प्राधान्यं. सो अत्र दलद्वयं किमर्थं चेत् द्वन्द्वसमासः. अनन्तरं पुगन्तलघुपदस्य इति बहुव्रीहिसमासः, इत्युक्ते तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य इस् वाट् इस् इण्डिकेटिङ्ग् ओवर् हियम्, अन्यपदः यस्मिन् धातुः लघुपदम् अस्ति सः तस्य धातुः, अपि च यस्मिन् धातुः पुकागमः भवति तस्य. सो इट् लघु पुगन्तलघुपदस्य इति यः अस्ति तस्य पुगन्तलघुपदस्य, तस्य पुगन्तलघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः. सो अत्र दलद्वयं भगिनि, अहं तु पुगन्त न अवगतवती इदानीमपि. पुगन्तस्य लघुपदस्य इत्युक्ते योः द्विवचन आगच्छेत् खलु, द्वन्द्वसमासः भवति चेत् पुगन्तलघुपदयोः इति. द्वन्द्वसमासे तत्र विभक्ति विषये तत्र भिन्नचिन्तनम् अस्ति. समाहारद्वन्द्वः कः? पुगन्तलघुपदम् इति समाहारद्वन्द्वः, तस्य पुगन्तलघुपदस्य इति. पुगन्त इत्युक्ते किम् इति अहम् इदानीमपि, पुगन्त इत्युक्ते किम् अन्त वि हेव् नाट् अत्र अस्ति भगिनि, पुगन्तस्य इति अनन्तरम् अस्ति, इदानीम् आयास्यति. अस्तु भगिनि, अत्रापि पठतु भगिनि. अस्तु अस्तु, धन्यवादः. कोऽपि अन्य पठितुम् इच्छति वा? बहु क्लेशः अस्ति, न श्रूयते. किञ्चिदपि न श्रूयते भगिनि, बहु क्लेशः अस्ति. आं भगिनि, तत्र आडियो सम्यक् नास्ति. अस्तु, उषा भगिनी पठितुम् इच्छति वा भगिनि? नो चेत् गिरिजा भगिनि. आं भगिनि, आं पठतु गिरिजा भगिनी, पठतु. ध्येयं यत् ध्येयं यत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम्. इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. सम्पूर्णं सम्पूर्णं परिच्छेदं पठित्वा वदतु. अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इकवर्णः तस्य गुणः इति अर्थः. तत्र एनि येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक इति अङ्गे, किन्तु तादृशम् अङ्गम्. श्रूयते वा भगिनि? श्रूयते, वदतु. इत्युक्ते न केवलम् इक् इति अङ्गः, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. किन्तु उगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्। एतदर्थम् एन विधिस्तदन्तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति। अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः। पुगन्तलघुपदस्य पदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम्। वदतु। इदानीं गुणः कथं भवति इत्युक्ते, धातोः एकवर्णस्य अस्ति चेत् सार्वधातुकार्थधातुकयोनेन सूत्रेण गुणः भवति, नो चेत् उपधायां ह्रस्व एकवर्णः अस्ति चेत् गुणः भवति। परन्तु अत्र एकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः एकवर्णः तस्य गुणः इति अर्थः। अन्य एकसूत्रं येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते केवलम् इक् प्रत्ययः एव नास्ति, परन्तु अल् प्रत्ययानि अपि आगच्छति। अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः न आगच्छति, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अन्य द्वौ सूत्राणि अस्ति विधिस्तदन्तस्य इकः अङ्गस्य इत्युक्ते केवलम् इक इति अङ्गः, किन्तु केवलम् इक प्रत्ययानि नास्ति, परन्तु अल् प्रत्ययानि अपि गुणः आगन्तुं शक्यते। किन्तु पुगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्। यदा पुगन्तलघुपदस्य सूत्रं वदति अङ्गस्य पुगन्त च लघुपदस्य अङ्गस्य अन्ते उपधायां गुणः भवति इति, एतदर्थम् एन विधिस्तदन्तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति। यदा पुगन्तलघुपदस्य सूत्रम् आगच्छति तत्र येन विधिस्तदन्तस्य अपि च अलोन्तस्य सूत्रम् उपयोगं न कर्तुं शक्यते। अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः। अङ्गस्य इकः गुणः, यदा अङ्गस्य पूर्वं धातोः अङ्गस्य एव इकः गुणः भवति, परन्तु इक् इति अङ्गस्य अस्ति चेत् तत्र गुणः न भवति। पुगन्तलघुपदस्य अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न दृष्टम् इत्युक्ते अङ्गस्य इकः गुणः च इकः अङ्गस्य गुणः द्वौ समानं नास्ति, डिफ्रेन्स् अस्ति। केवलम् अङ्गस्य एकः गुणः अस्ति चेत् एव गुणः भवितुम् अर्हति, परन्तु इकः अङ्गस्य गुणः अस्ति चेत् गुणः भवितुं न अर्हति। अत्र एव सत्यं भगिनि। अत्र दृश्यतु सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं पठामः चेत् तत्र किं भवति, इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति वाक्यं भवति। सो वयं तत्र किं पठितवन्तः, तत्र इकः अपि च अङ्गस्य एतत् पादद्वयं षष्ठ्यन्तम् अस्ति। सो यत्र यत्र वाक्ये अपि तत्र यत्र समानाधिकरणम् अस्ति, इत्युक्ते वनसे बालकः उन्नतः अथवा वृक्षः उन्नतः, उन्नतः वृक्षः अहं वदामि, तत्र प्रायशः लोके किं भवति, विशेषण यः अस्ति विशेषणपदं प्रथमे आयाति अनन्तरं विशेष्य आयाति, इत्युक्ते यस्य विषये तत्र अहं वक्तुम् इच्छति, वृक्षस्य विषये अहं वक्तुम् इच्छति, अहं किं वदामि, उन्नतः वृक्षः, उन्नतः वृक्षः, वृक्षे औन्नत्यम् अस्ति। सो तत्र उन्नतः यः पदम् अस्ति तस्य विभक्तिसमानम् अपि च वृक्षस्यापि विभक्तिसमानं, तत्र समान अधिकरणं विधीयते, इत्युक्ते both things are in one only. Vrikshah to vrikshah asti. Tasmin vrikshe eva onnatyam asti. That vrikshah is, or if I say some about uttamah balakah. So uttamah yaha asti, uttamah visheshanam bhavati balakasya krite. So tesham adhikarnam ekasmin vartate. That tatr उन्नतः यः अस्ति सः तस्मिन् एव वर्तते, समानाधिकरणं वर्तते. सो लोके सामान्यतया विशेषणविशेषभावः यत्र यत्र वर्तते तत्र प्रायशः समानाधिकरणं वर्तते. सो यः प्रथमसूत्रमस्ति सार्वधातुकार्धधातुकयोः, तत्र किं भवति? इकः अङ्गस्य गुणः इति भवति. सो तत्र इकः इति यः स्थानीपदमस्ति सः अङ्गस्य कृते विशेषणं भवति. कीदृश अङ्गः? इकः अङ्गः. सो इकः अङ्गस्य गुणः यदा तत्र भवति, तत्र एकं मनसि प्रश्नः आयाति. इकरूपी अङ्गं तु अस्ति व्याकरणे, इकरूपी अङ्गम् अस्ति. यथा मया उक्त, ऋकारः प्रत्ययस्य प्राक् ऋकारः शापित अथवा विनिष् तत्र इ इकारः इन् गतौ इति धातुः, तत्र इ एव वर्तते, सः इक् रूपी अङ्गम् अस्ति. परन्तु अत्र महर्षि तन्न इच्छति. महर्षि किम् इच्छति? न केवलं तादृश अङ्गस्य यत्र इक् वर्णः वर्तते, परन्तु यत्र किं यस्य अन्ते इक् अस्ति तत्रापि सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा गुणः भवति. सो कथं जानीमः? सो हि गेव् इट् सूत्रम् इन् द फस्ट् अध्याये इट् सेल्फ़्. इन् द प्रथम अध्याये एव महर्षि वदति येन विधि तदन्तस्य. वेन् वी अण्डर्स्टाण्ड् दिस् सूत्रः, येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः? तत्र मया किम् उक्तं? येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः? यु शुड् रैट् डौन् दिस्. यत्र यत्र विधि, अत्र विधि लिखितमस्ति, येन विधिः. येन इत्युक्ते यत्र यत्र यस्मिन् यस्मिन् विधिसूत्रे विशेषणद्वारेण स्थानीपदः विशेषणरूपेण वर्तते, येन इति तृतीयान्तं. येन इत्युक्ते विशेषेण, इत्युक्ते यस्मिन् यस्मिन् विधिसूत्रे स्थानीवर्णः विशेषणरूपेण दत्तं, तत्र न केवलं तस्य विशेषणस्थाने विधि करणीयं, परन्तु तदन्तस्य अपि करणीयं. तदन्तस्य येन विधि तदन्तस्य, तादृशविशेषणं यस्य अन्ते विधीयते तत्र अपि कार्यं करणीयं. सो अदर्वैस् तु अत्र किमपि न दत्तम्, इगन्तङ्गस्य गुणः एव करणीयं बिकास् आफ् दिस् विधिसूत्रम्. अत्र स्थानीवर्णः विशेषणरूपेण दत्तं. सो अत्र किं भवति? इकः अङ्गस्य गुणः. परन्तु पुगन्तलघुपदस्य च तत्र इकः अङ्गस्य गुणः न भवति, तत्र अङ्गस्य इकः गुणः. सो अस्मिन् परिच्छेदे तत्र वट् इस् द भिन्नता, वट् इस् द डिफ्रेन्स् इन् सेयिङ्ग् वेन् ऐ से इकः अङ्गस्य गुणः तत्र किं भवति, एण्ड् वेन् ऐ से अङ्गस्य इकः गुणः तत्र किं भवति? वट् इस् देयर् एनी डिफ्रेन्स् आर् नाट्? आर् ऐ केन् यूस् दम् first or second, I can use as per my ichha. Asmin parichede tasya vishaye eva likhitam. It is saying that sarvadhatukardhadhatukayoho tatra angasi ikaha gunaha na, tatra ikaha angasi gunaha. Because this ikaha yaha sthani padam asti, saha visheshana rupena tatra vartate. So, kiedrusha angaha, ikaha angaha. Because this is existing as a visheshan for this angaha, tatra eva yena vidhi tadantasya iti sutrasya prasaktihi. Anyatha tatra sutrasya prasakti na bhavati. Yada vayam angasi ikaha iti vadamaha. Tatra yena vidhi tadantasya iti sutrasya prasakti na bhavati. So when I say ikaha angasi gunaha sarvadhatukardhadhatukayoho, tatra eva yena vidhi tadantasya iti sutrasya prasakti bhavati. Because the sutra is, सूत्रस्य अर्थः तादृश अस्ति, यत्र यत्र विधिसूत्रे स्थानीवर्णः विशेषणरूपेण दत्तं तत्रैव येन विधि तदन्तस्य इति सूत्रस्य प्रसक्तिः भवति. सो येन विधि तदन्तस्य इस् अन् इम्पार्टेण्ट् सूत्रः. इट् सेस् देट् न केवलं विशेषणस्य विधिः परन्तु तादृशविशेषणं यस्य अन्ते तदन्तस्य अपि भवति तदन्तस्य विधिः अपि भवति. सो न केवलम् ई योग सार्वधातुक अथवा अर्धधातुक प्रत्ययः कुर्मः चेत् तत्र ए भवति परन्तु भू इति यः अस्ति तत्र अन्ते इक् वर्णः तत्र साक्षात् इक् वर्णः नास्ति तत्र अङ्ग तत्र बकारः अपि अस्ति. सो तत्र स्थानिवर्णः अन्ते विधीयते. सो सार्वधातुक अर्धधातुकयोः इति सूत्रस्य यः फलितार्थः सः अस्ति इगन्ताङ्गस्य इगन्त इकः अङ्गस्य गुणः भवति. सो अत्र वी हेव् टु कम्पल्सरि से इकः अङ्गस्य बट् अस्मिन् सूत्रे पुगन्तलघुपदस्य च वी आर् सेयिङ्ग् अङ्गस्य इकः गुणः. किमर्थं चेत् अत्र अङ्गस्य कृते भिन्नविशेषणम् अत्र अङ्गस्य कृते किं विशेषणम् एकमस्ति लघुपदस्य अङ्गस्य द्वितीयमस्ति पुगन्तस्य अङ्गस्य. फार् दिस् अङ्गस्य कीदृश अङ्गः अस्मिन् सूत्रे साक्षात् महर्षिणा अङ्गं कीदृशः इति दत्तं परन्तु अत्र सार्वधातुकार्धधातुकयोः इति सूत्रे सः न वदति कीदृश अङ्गः. सो अत्र इकः अङ्गः भवति परन्तु अत्र महर्षिणा साक्षात् दत्तम् एकमस्ति लघुपदस्य अङ्गस्य द्वितीयमस्ति पुगन्तस्य अङ्गस्य. सो तत्रापि अङ्गस्य कृते विशेषणद्वयं वर्तते. सो अत्र पुगन्त अङ्गस्य इकः गुणः पुगन्त अङ्गम् अस्ति तत्र इक् वर्णस्य गुणः अपि च लघुपदम् अस्ति चेत् उपधायाम् अत्र उपधा इति पदं साक्षात् दत्तम् उपधायां लघु अस्ति चेत् तादृश अङ्गस्य इकः गुणः अत्रापि इकः गुणः आयाति परन्तु अत्र इकः इति अङ्गस्य विशेषणं न भवति इति तस्य अर्थः. सो वाट् वी हेव् टु से इस् देट् पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः न तु इकः अङ्गस्य परन्तु सार्वधातुकार्धधातुकयोः इति तु सूत्रे तु इकः अङ्गः अत्र लिखितमस्ति. सूत्र यः द्वितीयसूत्रम् अस्ति तत्र समान अधिकरणं न इष्टम्. वी डु नाट् विश् देट् समान अधिकरणम् अत्र वर्तते बिकास् why we don't tatra kimartham na ishtam kimartham chet maharishi tatra sakshat vadati kidrisha anga parantu atra sah angasya vishay kim api na uktam parantu dvitiya sutre to sah sakshat vadati pugantasya angasya api cha lagupadasya angasya so angam iti sakshat tatra nirdishtam atah tatra tatra na ishtam tatra इकः इति तस्य अङ्गस्य कृते विशेषणं भवेत् इति न इष्टं. किमर्थं चेत् तत्र समान अधिकरणं नास्ति. अस्तु दिस् इस् स्लैट्लि डिफिकल्ट् टु अण्डर्स्टाण्ड् बट् वेन् यु गो अहेड् यु विल् अण्डर्स्टाण्ड् दिस्. सो अत्र पुगन्तस्य च अङ्गस्य इकः गुणः न तु इकः अङ्गस्य गुणः. किमर्थं चेत् अत्र अङ्गस्य कृते विशेषणद्वयं वर्तते अस्मिन् सूत्रे. अस्तु इदानीं पुगन्तस्य विषये सम्यक् अवगतं किञ्चित् बृहत् अस्ति भगिनि सम्यक् न अवगतम्. इदानीं तत्र यदा वयं रेकार्डिङ्ग् शृणुमः अपि च पुनः चिन्तनं कुर्मः तत्र गृहपाठरूपेण तत्र वी केन् अण्डर्स्टाण्ड् दिस् ईज़िलि बट् वी हेव् टु स्पेण्ड् सम् टैम् फार् दिस्. सो अत्र समाने अधिकरणं द्वितीयसूत्रे न इष्टम् अतः तत्र अङ्गस्य इकः गुणः न तु इकः अङ्गस्य. अस्तु इदानीं तत्र पूर्णिमा भगिनी अत्र पुगन्तस्य विषये दत्तं पठितुम् इच्छति वा भगिनि? अस्ति वा पूर्णिमा भगिनी अस्ति वा? पठामि पठामि भगिनि. पठतु. पुगन्तस्य इत्यस्य सूत्रसहितं रूपं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक् वर्णः सः लघु नास्ति चेदपि गुणादेशः भवति. अर्ति नि वाट् इस् दिस् अर्ति ह्रि लि अर्ति ह्रि अर्ति ह्रि डिफ्रेण्ट् तत्र दीस् आर् धातु. अर्ति इस् वन् धातु, ह्रि इस् वन् धातु, लि इस् वन् धातु, ह्रि वनु कनुयि कनुवानु ओ सारि कनुयि क्षमा क्षमायान्ताम् पुग्नैः पुग्णोः पुग्णौ पुग्णौ इति एकं सूत्रम् अस्ति सप्तमध्याये तृतीयपादे षट् त्रिंशतं सूत्रम्. एतत् पठितुमेव कष्टमं भवति. पुनः अन्येकवारम् अर्ति ह्रि लि ह्रि क्नु ईक्ष कनुयि माया कनुयि एकं धातु अस्ति. कनुयि कनुयि एकम् अन्यधातु इति सूत्रेण रु ह्रि लि रि वनु क्षमि इत्येषां धातूनाम् आकारात् धातूनां च पुक्कागमः भवति. वति निच् प्रत्यये परे यथा दा धातु लटि लटि ददाति निचि दापयति दा निच् अनुबन्धलोपे दा इ पुकागमः दा प इ दापि इति निजन्तधातुः दापि शप्ति दापयति एतादृशीषु स्थितिषु धातो निच्प्रत्ययोः मध्ये पुक् आगमः भवति. यथा दापि इति धातौ दाप् इति धातौ पुगन्तम् अङ्गम् इति उच्यते. पुक् अन्ते यस्य तत् पुगन्तम् वदतु किम् अवगतम्. एतेषु धातुषु नाम अन्येकवारं पठामि. प्रत्ययस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः. अनेन केषाञ्चित् विशिष्टधातूनाम् उपधायाम् एकः वर्णः स लघु नास्ति चेदपि केषाणां धातूनाम् उपधायां लघु नास्ति चेत् न भवति चेदपि गुणादेशः भवति. यथा इत्येषां धातूनां ये सर्वे अपि आकारान्तधातवः अस्ति पुगामागमः भवति आगमः भवति निच् प्रति एपरे यथा दा इति नास्ति पुक् आगमः यः व्याकरणे भवति अनेन सूत्रेण कदा भवति यदा नीच् परे अस्ति टिप् अथवा श अथवा विकरं भिन्न कोऽपि विकरं प्रत्ययः अस्ति चेत् तत्र पुकागमः न भवति केवलं निचि परे एव पुकागमः पकारस्य आगमः पुकागमः इति सूत्रेण परन्तु भगिनी एतत् दा अस्ति तत् सर्वे धातुमध्ये नास्ति खलु रु हि लि रि नुयि क्षम्य तत्र दा नास्ति खलु. सत्यं सत्यं परन्तु अन्ते किं लिखितमस्ति आताम् आताम् इति कथनेन किम् आकारान्त धातूनाम् आ दीर्घ आकारः सर्वे आकारान्त धातूनां तदेव भवति वा. सत्यं भगिनि सर्वे आकारान्त धातु अनन्तरं पुकागमः भवति परन्तु कदा यदा तेषां परे निच् प्रत्ययः विधीयते तदा एव. पादातु अस्ति निच् प्रत्यये परे पाययति भगवति खलु पा विषये तत्र पिब् आदेशः भवति पा तु धातु विशिष्टधातुः पा विषये तत्र पिब् आदेशः भवति यथा दा धातु अस्ति तथा एव पा अपि आकारान्त धातु खलु. परन्तु तत्र व्याकरणे एकमेव सूत्रं कार्यं न करोति तत्र धातु आदेशः भवति तत्र पिब् आदेशः भवति पिबति इति रूपं न तु पातिरिति रूपं पिबति इति रूपं अत्रापि ददाति इति भवति खलु भगिनि अत्रापि ददाति इति रूपं लटी रूपं तु ददाति अस्ति तत्र पिबति अस्ति परन्तु निच् योजयामः किं भवति दायोग नित्य अत्र दापयति भवति तत्र किमर्थं पाययति भवति कन्फ्यूजन् निच् अनुबन्धलोपे दायि पुगागमः दापि दापि इति निजन्तरूपः दापि शप्ति दापयति एतादृशेषु स्थितिषु स्था योगनीच् कुर्मः चेत् किं भवति स्था अपि आकारः धातुः फर्गेट् अबौट् पा पा इस् अ विशिष्ट धातु पा जिग्र एतत् सर्वे तेषां विषये धातुः परिवर्तनं भवति धातु आदेशः भवति तत्र विशिष्टसूत्रम् आगत्य परन्तु स्था विषये वदतु स्था योगनीच् स्थापयति स्थापयति तत्रापि पुगागमः भवति तत्र एकं धातु अस्ति तत्र ऐ इति धातुः तस्य एजन्तधातुः अनन्तरम् आकारः विधीयते सो इट् बिकम्स् एन् आकारान् धातुः अनन्तरं तत्र पुगागमः यदा निच् योजयामः सो आकारान्तधातुः अनन्तरं निच् योजयामः चेत् बिकास् निच् केवलं चुरादिगणे निच् न आयाति ये द्विसहस्रधातवः तेषाम् अनन्तरं निच् आगन्तुं शक्यते निच् केन् कम् आफ्टर् एनी धातुः प्रेरणार्थे निच् तत्र एकं सूत्रमस्ति निच् केन् वी केन् एड् निच् इस् अ सच् टैप् आफ् सनादिप्रत्ययः विच् वी केन् एड् टु एनी टैप् आफ् धातुः चुरादिगणे तु स्वार्थे निच् तत्र आयाति परन्तु अत्र दायोग निच् कुर्मः चेत् अत्र प्रेरणार्थे निच् अस्ति सो यत्र यत्र आकारान्त धातु अनन्तरं निच् योजयामः चेत् यदि तत्र धातु आदेशः न भवति तत्र किं पुगागमः भवति न केवलम् आकारान्त धातुविषये पुगागमः अनेन सूत्रेण सो केन सूत्रेण पुगागमः अर्तृ ह्री व्लि रि कनुयि क्षमायि आतां पुग्नौ इति सूत्रेण एव पुगागमः भवति व्याकरणे सो पुक् इति आगमः कित् अस्ति पुक् इति आगमः कित् अस्ति किमर्थं चेत् ककारः इति संज्ञकः उकारः उच्चारणार्थं सः अपि अपगच्छति अनुनासिक अस्ति अर्थि भगिनि अर्थि इत्युक्ते अर्पयति वा अर्थि इत्युक्ते अर्पयति खलु सत्यं सो ऋकारस्य अत्र अर्थि इति रूपं दत्तं रु इति धातु अस्ति तत्र धातुद्वयं वर्तते रु इति पाणिनिधातु पाठे रु इति धातुद्वयं तेषां विषये अत्र दत्तं सो टु प्लस् ह्री वन् थ्री व्लि इस् वन् फोर् तत्र रि इति धातुद्वयं रि आर् आल्सो टु धातुस् एकं द्विवादिगणे अस्ति द्वितीयं क्रयादिगणे अस्ति सो तेषां विषये अपि पुगागमः भवति यदा तत्र निच् योजयामः निच् प्रत्ययपरे अस्ति चेदेव पुगागमः अन्यथा तत्र सूत्रे यद् धातु अस्ति तदेव उदाहरणरूपक ददाति चेत् सम्यक् भवति खलु We have to do that exercise. We will discuss about all these dhatus. Bhagni, because now we know the sutra. So, ru iti dhatuhu, rukaraha iti dhatuhu, apicha hri dhatuhu, vili dhaturi, atra ante dhirgikaraha, ante dhirgikaraha, atra api dhirgita. कनुयि यः अस्ति अत्र इकारः अस्ति अन्ते परन्तु सः अनुनासिक् सः अपगच्छति सो निरनुबन्धरूपः कनूय इति अन्ते यकारः तथैव क्षमायि यः अस्ति तत्रापि किं तत्रापि अन्तिम इकारः अनुनासिक् सः अपि अपगच्छति सो क्षमाय अनन्तरं पुकागमः सो दिस् सूत्र हेज् नथिङ्ग् टु डू वित् गुण This sutra says where kesham kesham dhatu nam pugagamah so itanim tatra drishtvantah puk iti agamah yah vyakrane bhavanti etesham dhatu nam ev pugagamah bhavati apicha tatra bahuni akaran dhatuvah santi so akaran dhatu plus these 6-7 dhatus tatra kim nich pare asti chedev pugagamah bhavati idanim यदा तत्र धाप् यः भवति तत्र धाप् विषये धाप् इति पुगन्तमङ्गं धाप् इति पुगन्तधातुः पुगन्त पुक् यस्य धातु अनन्तरं पुक् आगमः भवति सः पुगन्तं भवति परन्तु धाप् इति अङ्गं पश्यामः चेत् सि निच् इस् आल्सो अ प्रत्ययः विच् केन् कम् आफ्टर् अ धातुः. सो निच् कीदृश निच् प्रत्ययस्य स्वभावः कः भगिनि वदतु? निच् इति प्रत्ययः कीदृश प्रत्ययः? निच्छति प्रत्ययः निजन्त तत् कारयति, कार्यं कारयति तत् तत् स्वयं न करोति. स्व न वाट् ऐ एम् आस्किङ्ग् इस् प्रचोदयति, प्रयोज प्रचोदयति. संज्ञा किम् अस्ति? निच् प्रत्ययस्य संज्ञा कीदृशप्रत्ययः, स्वभावः कः? निच् प्रत्ययस्य स्वभावः कः? अर्थं न पृष्टप्रत्ययः प्लस् धातु अनन्तरं प्रत्ययस्य विधानं भवति चेत् तत्र प्रथमे किं चिन्तनं करणीयम्? तिंशत् सार्वधातुकम् आर्धधातुकं शेषः आर्धधातुक आम् आर्धधातुकप्रत्ययः. निच् इति प्रत्ययः आर्धधातुकप्रत्ययः. किमर्थम् आर्धधातुक वदतु? चित्नापि तिङ् तदर्थम्. आम् सत्यं, यदि प्रत्ययः शित् नास्ति अपि च तिङ् समूहे न आयाति प्रत्ययः आर्धधातुक भवति. सो अत्र धातुयोग आर्धधातुकप्रत्ययः भवति चेत् सामान्य तत्र कार्यं किं? गुणकार्यं. परन्तु अत्र धातौ गुणप्रसङ्गः नास्ति. पुगागम भूत्वा धाप् यथा भवति, धाप् योग निच् प्रत्ययस्य इकारः. सो अङ्गम् अस्ति निच् प्रत्ययस्य कृते कः अङ्गं? धाप् इति अङ्गम्. पुगन्त अङ्गम् अस्ति, परन्तु अस्मिन् अङ्गे कोऽपि इक् वर्णः नास्ति. अस्ति वा धाप् इति अङ्गे कोऽपि इक् वर्णः अस्ति? वदतु भगिनि. आकारान्त धातुविषये निच् आर्धधातुकप्रत्ययनिमित्तीकृत्य तत्र प्रायशः तत्र उपधायां सर्वदा आ दीर्घ आकारः एव वर्तते. सो धाप् योग अथवा स्थाप् योग निच् कुर्मः चेत् तत्र अङ्गे इकवर्णः नास्ति, अतः तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति. इदानीं तत्र रु विषये पश्यामः. रु अपि तत्र पुगागमः भवति. अस्तु भगिनि, एकनिमेषः अत्र आं वदतु इदानीं तत्र किं भवितुम् अर्हति? रु इति धातुः अनन्तरं निच् योजयामः चेत् किं भवति वदतु? सोपाने वदतु भगिनि. रू योग निच् प्रथमे तु अनुबन्धनं निष्कासनं करोतु, प्रत्ययस्य निष्कासनं करोतु. प्रत्ययस्य विषये मध्ये चकारस्य लोपः भवति. चकारस्य लोपः केन सूत्रे? हलन्त्यम् इति सूत्रेण सकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति. अपि च नकार निकार निकार छूटु छूटु इति सूत्रस्य आधारेण नकारस्य अपि लोपः भवति. तस्य किम् अपेक्षते? इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति. एव अवशिष्टभागः ह्रस्व इकारः अवशिष्टभागः. इदानीं निच् इति प्रत्ययः आर्धधातुकप्रत्ययः. इ इति आर्धधातुकप्रत्ययः. आर्धधातु निच् प्रत्ययः परे अस्ति चेत् ऋकारस्य अर्ति ह्रि व्लि रि कनुयि क्षमायि आताम् इति सूत्रेण किं भवति? पुगागमः भवति. रु अधिक पु अधिक इ. अत्र दृश्यतु पुक् इति आगमः कित् अस्ति. पुक् इति आगमः कित् अस्ति अत्र. अत्र आताम् इति सप्तमी बहुवचनं पदम्. आताम् इति यः अस्ति सः अत्र दत्तं वा? सो अत्र अत्र पञ्चमी अन्तं पदः. आताम् इति पञ्चमी बहुवचनं पदं सो धातुः अनन्तरं तत्र पुगागमः भवति धातौ आगमः पुक् इति आगमः धातौ आगमः सो अत्र किं भगिनि स्थानी षष्ठी बहु सारि षष्ठी बहुवचनम् अस्ति स्क्रीन् दृश्यते वा इदानीं किञ्चिदपि न दृश्यते षष्ठी बहुवचनं क्षम्यतां स्वस्थानिवर्णः कुत्र अस्ति I cannot see the whiteboard. Don't know what happens to this. Vadatu, idanim ru yoga puk, puk agamaha kit asti. Whiteboard drishyate va? Ini screen asti bagini tatra. Screen na drishyate. Stop screen sharing. Ek nimishah. Whiteboard share. इदानीं दृश्यते वा इदानीं वैट् बोर्ड् दृश्यट् बोर्ड् ऋकारस्य तत्र पुकागमः भवति ऋकारः स्थानिवर्णः धातुः अनन्तरं पुक् पुक् इति आगमः कित् अस्ति पुक् इति आगमः कित् अस्ति चेत् वी रेड् इन् द फस्ट् क्लास् देट् आगमः केन् बि ओन्ली आफ् थ्री टैप्स् पुक् कित् टित् अपि च मित् सो कित् आगमः यः अस्ति सः अन्ते भवति स्थानिवर्णः तु रु अस्ति परन्तु आदौ करणीयं वा तत्र अन्ते करणीयं वा कुत्रचित् मध्ये करणीयं वा अर्ति ह्रि इति तत्र वर्णसमूहः सो तत्र आदौ आगमः करणीयं वा सो तस्य कृते एव महर्षिणा दत्तम् आद्यन्तो टकितो अपि च मिदचो अन्त्यात् परः यः मित् अस्ति सः अन्तिम अच् परे आयाति यः कित् अस्ति सः अन्ते आयाति यः टित् अस्ति सः आदौ आयाति सो पुक् इति आगमः कित् आगमः पुक् इति ककारः इत् सो कित् आगमः सो अन्ते आयाति सो अत्र पकारस्य आगमः अन्ते भवति ऋकारस्य अन्ते पकारस्य आगमः अनन्तरं निच् प्रत्ययस्य इकारः सो अरन्त अत्र अङ्ग ई प्रत्ययस्य कृते अङ्गं किं रिप् इति अङ्गम् इदानीं वर्णमेलनेन तत्र रिप् भवति सो रिप् इति पुगन्त अङ्गं नौ दिस् रिप् इस् अ पुगन्त अङ्गं किमर्थं चेत् अत्र पुकागमः भूत्वा यः अङ्गं निष्पद्यते सः एव पुगन्तं सो पुगन्तलघुपदस्य च इति सूत्रस्य कृते अपि सार्वधातुक् आर्धधातुक् प्रत्ययः परे एव गुणः भवति सो तत्र किं भवति पुगन्तस्य अङ्गस्य एकः गुणः सार्वधातुक् आर्धधातुकयोः इति सूत्रस्य अर्थः सो अत्रापि पुगन्तस्य अङ्गस्य एकः गुणः पुगन्त अङ्गे इक् अस्ति अत्र अस्ति वा इक् वर्णः भगिनी वदतु अत्र इक् वर्णः अस्ति वा अस्ति कुत्र अस्ति उपदायाम् अन्तिम अङ्गस्य अन्तिम वर्णः पकारः पकारस्य साक्षात् पूर्वे तत्र ऋकारः सो ऋकारस्य परे सार्वधातुकप्रत्ययः परे सोरि आर्धधातुकप्रत्ययः सो आर्धधातुकप्रत्ययः परे अस्ति चेदपि तत्र पुगन्त अङ्गस्य गुणः भवति करोतु गुणं करोतु भगिनि इदानीं ऋकारस्य कः गुणः ऋकारस्य अर्कार अनन्तरं रेफः अपि आयाति अस्तु किमर्थं चेत् केन सूत्रेण उरनरपरः उरनरपरः इति सूत्रेण तत्र किं ऋकारस्य गुणः अकारः अन्वर्णः अतः तस्य परे रेफः अपि आयाति उरनरपरः इति सूत्रम् अस्माकं परिचितं सूत्रं, वी रेड् देट् सूत्रः, यत्र यत्र ऋकारस्य स्थाने अनप्रत्याहारस्य कोऽपि वर्णः आदेशरूपेण आयाति तत्र तस्य अनवर्णस्य परे रेफः अपि आयाति, उरनरपरः इति सूत्रस्य अर्थः. सो अत्र सर्वदा अनप्रत्ययस्य परे रेफः अपि आयाति. सो अर् इति गुणः, अर् योग प योग इ. सो इदानीं तत्र किं भवति? अर्पि इति अङ्गम्. वर्णमेलनेन किं भवति? अर्पि, अर् प इ, अर्पि इति अङ्गम्. सो अर्पि इति तत्र केन सूत्रेण, अत्र केन सूत्रेण कार्यं, गुणकार्यं केन सूत्रेण भगिनि? उपादायां स्थितस्य पुगन्तस्य उपादायां सूत्रस्य गुणः भवति इति सूत्रेण. केन सूत्रं किं भवति, सूत्रं वदतु. पुगन्तलघुपदस्य च इति सूत्रं, तस्य व्याख्या न वक्तव्यं. केन सूत्रेण कार्यम् इत्युक्ते पुगन्तलघुपदस्य च इति सूत्रेण. अत्र पुगन्ताङ्गम् अङ्गं पुगन्तम् अस्ति, अतः अत्र तेन सूत्रेण एव अर्पि इति भवति. अनन्तरम् अर्पि योग शप् योग. इदानीं दृश्यतु, यदा अर्पि भवति, सपोज् ऐ वाण्ट् टु मेक् अर्पि शप् शप् शप् मध्ये हलन्तम् इति सूत्रेण शकार पकारस्य लोपः भवति. दशकोतदित इति सूत्रस्य आधारेण शकारस्य लोपः भवति. अकार अकार अवशिष्यभागं भवति. रूपी इ अधिक आ ये भवति. सत्यम्, इदानीं तु समयः सि. अत्र एकं महत्पूर्वबिन्दुः अस्ति, यदा वयं कोऽपि सनादिप्रत्ययः योजयामः, निच् अथवा सन् अथवा यक् अथवा यत्किमपि क्विप् योजयामः, तत्र किं भवति, यः अर्पि इति यः अस्ति सः आतिदेशिकधातुः. वि मेड् एन् आतिदेशिकधातुः बै एडिङ्ग् द निच् प्रत्ययः. किमर्थं चेत् निच् इति सनादिप्रत्ययः. दिस् अर्पि इस् आल्सो ए धातु, इट् आल्सो गेट्स् ए धातुसंज्ञा. अस्यापि धातुसंज्ञा भवति, सनाद्यन्तः धातवः इति सूत्रेण अर्पि इति सनाद्यन्तः धातवः. सो ये धातवः सनादि प्रत्ययस्य योजनेन निर्मीयते तेषां विषये गणचिन्तनं न भवति इति तत्र मुख्यम् अस्ति. सो पाठी, दापी, अर्पी, एते सर्वे निच् प्रत्ययस्य योजनेन एतानि धातवः निष्पन्नः भवति. सो सनाद्यन्तः धातुविषये तेषाम् अन्यतनामः अस्ति आतिदेशिकधातुः. घनचिन्तनं न भवति. सो तत्र धातुः कस्मिन् गणे अस्ति इति न तत्र द्रष्टव्यं. तत्र केवलम् अस्माकं विवक्षा अनुसारेण लटि एकरूपम् आयाति चेत्, इदानीं धातुः योग सार्वधातुप्रत्ययः अस्ति चेत् मध्ये सर्वदा शप् एव आयाति. औत्सर्गिक सूत्रं कर्तरि शप् सार्वधातुके. सो यत्र यत्र निच् धातुः, यस्मिन् कस्मिंश्चित् अपि धातुः अनन्तरं निच् योजयामः, देट् बिकम्स् ए सनादिधातुः. सनादिधातुविषये तत्र गणचिन्तनं न करणीयं. तत्र सर्वदा यदा मया विवक्षा अनुसारेण लट् लोट् लङ् विधिलिङ्ग् एते लकारः आयाति चेत् तत्र सर्वदा कर्तरि शप् सार्वधातुके इति सूत्रद्वारा शप् एव मध्ये आयाति. सर्वदा शप् धापि योगशप्, स्था योगशप्, अर्पि योगशप्. किमर्थं चेत् सनादि धातुविषये घनचिन्तनं न करणीयम्. औपदेशिकधातुविषये एव धातुः कस्मिन् गणे अस्ति इति चिन्तनं करणीयं. सो अत्र अर्पयति इति अनन्तरं रूपं भवति. अर्पि योग शप् योगति. अर्पि अन्ते इगन्तम् अस्ति. अर्पि इति अङ्गम् इगन्तम् अङ्गम्, अन्ते इकारः वर्तते, इगन्तम् अस्ति. सो यत्र यत्र धातुः इगन्तम् अस्ति चेत् तत्र केन सूत्रेण गुणकार्यम् वदतु? अर्धदातुकयोः किं भवति? अर्प अर्प अर्प या अर्प अर्प्या भव न न वी हाव् टु से अर्पे भवति अर्पे योग अयोगति अर्पे इकारस्य गुणः एकारः अर्पे भवति इदानीम् ए योग अ सन्धिकार्यं करोतु केन सूत्रेण योग एचो यवा यावः इत्यनेन सत्यम् एचवयावः अर्पाय भवति न एकारस्य आदेशः ऐ ऐ भवति ऐ ऐ ऐ ऐ ऐ योग अ योगति एकारस्य एकारः अपगच्छति तस्य स्थाने अयादेशः अनन्तरं इदानीं केवलं वर्णमेलनम् अर्पयति अर्पयति इति निजन्तलटीरूपं निजन्तलटीदातो सो प्रत्येकस्मिन् सोपाने तत्र द्रष्टव्यं कीदृश अङ्गम् इगन्तं वा लघुपदं वा पुगन्तं वा एतेषु त्रयेषु अङ्गेषु एव तत्र गुणकार्यं भवति परे सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् सो फार् गृहपाठरूपेण तत्र ह्री ह्री लि एतेषु विषये अपि तत्र सोपानेन तत्र तत्र लिखतु कथं तत्र गुणः भवति सि एकम् अन्यत् वक्तुम् इच्छामि तत्र एतत्तु सार्थैरित्येव न अर्पयति अन्यरूपं न भवति अर्पयति एव भवति अर्पति इति न भवति अत्र प्रेरणार्थे अस्ति अत्र प्रेरणार्थे सर्वदा प्रेरणार्थे भवति अर्पयति न सर्वदा न भवति सर्वदा इत्युक्ते निजन्ता नास्ति चेत् किं भवति निजन्तं नास्ति चेत् प्रथमे तु तत्र पुगागमः न भवति आकारान् धातुः अपि च एतादृशधातुविषये ऋकारस्य ऋकारस्य लटीरूपं किं भवति ऋकारस्य ऋकारः कस्मिन् गणे धातोः रुधातोः लटीरूपं किं भवति तत्र ऋकारस्य भिन्न आदेशः भवति तत्र ऋकारस्य मया उक्तं न पाग्रा तत्र जिग्र इति आदेशः ऋकारस्य रुच् आदेशः भवति सूत्रद्वारा विशिष्टसूत्रद्वारा सो तत्र रुच्छति इति रूपं रुच् यदा आदेशः भवति रुस्थाने रुच् आदेशः भवति सो भुवादिगणे रुच्छति इति रूपं सो तस्य विषये चिन्ता मा करोतु बिकास् तत्र अन्यत् सूत्राणि अपेक्षितानि भिन्नसूत्रेण तत्र कार्यं भवति रुच् अपि एकं विशिष्टधातु यथा पा विषये भग्नी उक्तवती पापिब भवति तथैव रुच् भवति क्षितिपरे इत्युक्ते भुवादिगणस्य धातुः अस्ति तत्र शप् प्रत्ययः मध्ये आयाति शप् शित् अस्ति क्षितिपरे तत्र धातु आदेशः भवति पापिब् भवति रुरुच् भवति सो रुच्छति इति रूपं लटीरूपं भुवादिगणस्य धातुः ऋकारः तत्र एकं दीर्घं सूत्रम् अस्ति पा ग्रा तेषां विषये तत्र रु अपि अस्ति रु विषये रुच् आदेशः भवति सो रुच्छति इति रूपं परन्तु निच् पुक् आगमः केवलं निचिपरे एव भवति निचिपरे अस्ति चेदेव पुगागमः भवति सो अत्र पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः यः वाक्यं भवति अङ्गं पुगन्तं भवेत् इति एकं कण्डिशन् अस्ति अङ्गं पुगन्तं भवेत् यथा दाप् पर तस्य पुगन्त अङ्गस्य इकः वर्णस्य गुणः दाप् इति पुगन्तम् अस्ति परन्तु तत्र कोऽपि इकः नास्ति दाप् इति यः अस्ति पुगन्तम् अस्ति परन्तु इक् नास्ति परन्तु यथा अर्पि भवति तत्र अर्पि अर्प यः अस्ति सः पुगन्तम् अस्ति अतः तत्र इकः अङ्गस्य इकः वर्णस्य गुणः तत्र उपधायां पकार यदि अन्ते पकारः आयाति आटोमेटिक्लि दिस् ई ली रि दिस् विल् गो इन् द उपधा प्लेस् दिस् ऋकारः विल् गो इन् द उपधा प्लेस् बिकास् दिस् पुक् इस् अ कित् आगमः सो अन्ते दिस् विल् आल्वेस् कम् एट् द एण्ड् सो ह्रीप् इति पुगन्तम् अङ्गं व्लीप् इति पुगन्तम् अङ्गं सो पुगन्त अङ्गस्य इकः गुणः, तत्र पुगन्तम् अङ्गं पश्यामः, तत्र इक् वर्णः अस्ति वा? तत्र सर्वदा एतेषु चतुर्षु धातुविषये एव पुगन्त अङ्गस्य गुणः भवति. सो र, ह्रि, व्लि, रि, अत्र एव इगन्त इकः अङ्गं निष्पद्यते, इक् अङ्गे इक् वर्णः अस्ति. क्नुयि अपि च क्षमायि विषये तु इकारः अपगच्छति, सो तत्र कोऽपि अन्यत् इकवर्णः नास्ति. अत्र अस्ति परन्तु उपधायां नास्ति. सो उपधायां स्थितस्य पुगन्त अङ्गस्य दीर्घ इकवर्णस्यापि गुणः भवति. ह्रीप् बिकम्स् ह्रेप्, यद्यपि अत्र उपधायां ह्रस्व दीर्घ इकवर्णः, तथापि तत्र गुणः भवति. वि विल् डिस्कस् अबौट् दिस् पुगन्तम् इन् द नेक्स्ट् क्लास् बिकास् इदानीं तु समयः बहु समयः अभवत्. सो पुगन्तविषये तत्र अग्रिमे तत्र कक्षा अग्रिमं कक्षायां तत्र पुनः पठामः. सो यद्यपि तत्र दीर्घ इकवर्णः उपधायाम् अस्ति बिकास् महर्षि इस् सेयं पुगन्त अङ्गस्य इकः गुणः, अत्र लघु अस्ति वा नास्ति इति न अत्र द्रष्टव्यम्. सो पुगन्त अङ्गस्य उपधाभूतस्य अङ्गस्य गुणः भवति यदि अङ्गं पुगन्तम् अस्ति, तत्रापि सार्वधातुक आर्धधातुक परे गुणः भवति. इदानीं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यस्मिन् वर्गे पुगन्तस्य विषये पुनः तत्र चिन्तनं कुर्मः. अस्तु, नास्ति चेत् अत्र बहु उत्तमं. यदा गणितं क्रियते स्टेप् बै स्टेप् तदैव एकं सूत्रमपि मिस् अभवत् चेत् न कर्तुं शक्यते. Satyam, Satyam Bhagini, this is like a mathematics. If you have an inclination towards math, you will understand it immediately. Theorem, theorem, mathematics theorem. Satyam, everything, you have the count for everything. Asu iddhanim tatra shanti mantram pathami. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. श्रीगुरुभ्यो नमः. नमस्कारः महोदय. धन्यवादः. धन्यवादः महोदय. धन्यवादः.